गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। अस्माकं न्यायवर्गे सर्वेषां स्वागतम्। विद्याधरी इति पुस्तकं पठन् सन्तः तत्र लक्षणग्रन्थे वयं स्मः। पृथिव्याः लक्षणम् अधीतम्, अपि च आपः लक्षणमपि अधीतम् तत्र, अपि च तेजः तस्य लक्षणमपि गतवर्गे अस्माभिः अधीतम्। उष्णस्पर्शवत् तेजः इति, यत्र उष्णस्पर्शवत्वम् अस्ति तदेव तेजसः लक्षणम्। तत्र द्वैविध्यम् अस्ति, यथा पार्थिवद्रव्ये अपि च जले तथा अत्रापि द्वैविध्यमस्ति, नित्यम् अनित्यम् इति। तत्र परमाणुषु नित्यत्वम् अस्ति, कार्ये अनित्यत्वम् अस्ति, पुनः तत्र भिन्नरीत्या त्रैविध्यम् अस्ति। शरीर इन्द्रिय विषयभेदात् शरीरम् आदित्यलोके, इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति, अपि च विषयः चतुर्विधः इति। भौम दिव्य औदर्य आकरजभेदात् इति, तत्र भौमम् इत्युक्ते वह्न्यादिकम् इति, सामान्य अग्निः तदेव भौमं वह्न्यादिकम्। अभिन्दनं दिव्यं विद्युदादि। भुक्तस्य परिणामहेतुः उदर्यम्, अपि च आकरजं सुवर्णादि इति दत्तम्। तत्र आकरजम् इत्युक्ते यत् खननं कृत्वा लभ्यते लोहः, ते एव आकरजाः। आकरजं सुवर्णादि, इदानीं सुवर्णम् इति द्रव्यं सामान्यरीत्या वयं चिन्तयामः तत् पार्थिवम् इति, पार्थिवद्रव्यम् इति, किन्तु अत्र उक्तं पार्थिवद्रव्यं नास्ति, तत् तेजोरूपद्रव्यम् इति। तत् कथम् इत्यस्मिन् विषये वयं स्मः। तत्र करपत्रमपि निर्मितमस्ति, सुवर्णं तैजसं द्रव्यम् इत्यस्मिन् विषये। तत्र किञ्चिदिव अस्माभिः अधीतं, तत्र पूर्वपक्षी किं करोति, आपादनं करोति, कीदृश आपादनमित्युक्ते आपादनद्वयं करोति। आपादनमित्युक्ते दोषः, सुवर्णं तैजसम् इति सिद्धान्ती वदति। तत्र दोषद्वयं पूर्वपक्षी वदति, किमित्युक्ते तत्र भास्वरशुक्लरूपमेव तेजसि अस्ति, अपि च अभास्वरशुक्लरूपं जले अस्ति। तद्विहाय, तौ विहाय, यानि रूपाणि सन्ति लोके तानि सर्वाणि पृथिव्यामेव अस्ति इति सामान्यचिन्तनमस्ति, अपि च नैयायिकानां चिन्तनमपि तादृशमेव अस्ति इति कृत्वा, इदानीं तत्र सुवर्णे पीतरूपमस्ति इति कृत्वा, पीतरूपं तु पृथिव्यामेव भवितुमर्हति इत्यतः सुवर्णं तैजसद्रव्यं नास्ति किन्तु पार्थिवद्रव्यम् इति एकम् आपादनं करोति। द्वितीयं पुनः तत्र गुरुत्वम् इति कश्चन गुणः अस्ति, गुणस्य कार्यमस्ति यत् तत्र उपरिष्टात् यत्किमपि अधः त्यजामश्चेत् तत् किमर्थं तस्य पतनं भवति, तस्य कारणं किम् इति पृष्टे सति तत्र गुरुत्वम् इति गुणमस्ति। अनेन गुणेन एव तस्य पतनं भवति इति नैयायिकानां मतमस्ति। अस्मिन् विषये अपि अग्रे पाठः आयास्यति, किन्तु इदानीं तत् स्वीकृत्य पूर्वपक्षी वदति तत्र पार्थिवद्रव्ये एव गुरुत्वं भवति। इदानीं तत्र एकः दीपः अस्ति इति चिन्तयतु, तस्य ज्वालनं वयं कुर्मः, इदानीं तत्र ज्वाला अस्ति किल, तत् उपरि एव गच्छति, न तु अधोभागे आगच्छति इत्यतः तत्र वयम् अवगन्तुं शक्यते तैजसि, तेजसि, क्षम्यतां, तेजसि गुरुत्वं नास्ति. गुरुत्वमस्ति चेत् तत्र ज्वाला अधो ज्वालायाः अधोगमनं भवेत्, किन्तु तर्हि तद् उपरि गच्छति इत्यतः तेजसि गुरुत्वं नास्ति. किन्तु सुवर्णम् उपरिष्टात् वयं त्यजामश्चेत् तस्य पतनं भवति, अतः तत्र गुरुत्वम् इति गुणः अस्ति इति कृत्वा पुनः सुवर्णं पार्थिवद्रव्यम् इति पूर्वपक्षी वदति. आहत्य आपादनद्वयं सः दास्यति, पीतरूपत्वात् अपि च गुरुत्वात् सुवर्णं पार्थिवद्रव्यं न तु तैजसम् इति सः वदति. इदानीं तावत्पर्यन्तम् अस्माभिः गतवर्गे अधीतम्, इतोपि अग्रे गन्तव्यमस्ति. इदानीं सिद्धान्तः सिद्धान्ती वदति सुवर्णे तेजः अपि अस्ति, पृथिवी अपि अस्ति इति सिद्धान्ती वदति. तत्र मिश्रणं कृत्वा एव यः यत् सुवर्णम् अस्माकं पुरतः अस्ति तस्मिन् केवलं पार्थिव अंशाः इति न, अपि च केवलं तेज तैजसांशाः अपि इति न, मिलित्वा एव तत्र सर्वत्र तादृशमेव सुवर्णं लभ्यते इत्यतः तत्र तैजस अंशाः अपि अस्ति इति सिद्धान्ती वदति. तत् निरूपणीयं किल, केवलं वदनेन कः लाभः? इदानीं तस्य निरूपणं कथं सः करोति इत्यस्मिन् विषये अग्रे अस्ति. तत्र सिद्धान्तः इति आरभ्य किञ्चित् पुनः पठित्वा अग्रे सरेम. तन्मध्ये राघवेन्द्रमहोदयः अपि आगतम्, अपि च सीमा भगिनी अपि आगतम्. नमस्कारः. अस्तु, भानुचैतन्य महोदय, भवान् पठितुम् इच्छति वा सिद्धान्तः इति आरभ्य? आं महोदय, किञ्चित् अग्रे पठामि. मम पार्श्वे पुस्तकमस्ति, इदानीं करपत्रमहम् उद्घाटय. ओ, उद्घाटयनस्ति वा? अस्तु, भवतु. तर्हि विजी भगिनी भवती पठति वा? आं महोदय, एकनिमिषः. सिद्धान्तः: सुवर्णे तेजः अपि अस्ति, पृथ्वी अपि अस्ति. सिद्धान्ती नैयायिकः: पृथिव्यां कुत्रचित् नैमित्तिकं द्रवत्वं भवति. इत्युक्तौ द्रवत्वस्य हेतुः अस्ति चेत् कानिचित् पृथिव्यद्रव्याणि द्रवस्य आकारं प्राप्नुवन्ति. पार्थिवद्रव्याणि इति कानिचन पार्थिवद्रव्याणि द्रवस्य आकारं प्राप्नुवन्ति. घृतम् अग्निसंयोगे सति घृतं द्रवः भवति, घृते द्रवत्वम् उत्पद्यते. तस्मिन् घृते पुनः इतोपि इतोपि तेजसंयोगः क्रियते चेत् तत् द्रवत्वं नश्यति. सुवर्णे तेजः अपि अस्ति, पृथ्वी अपि अस्ति. एक उदाहरणं दत्तमस्ति घृतरूपेण. घृतम् अस्ति, एक पात्रे घृतम् अस्ति, अग्निसंयोगे सति घृतं द्रवं भवति, द्रवः भवति. पुनः अग्निसंयोगे सति घृतं घृते द्रवत्वं नश्यति. हा, तत्र केवलम् एतदेव वक्तव्यं, तत्र पात्रे घृतम् इति न अवगन्तव्यं. तत्र अग्निः अस्ति साक्षात् तस्मिन्, यदा वयं यज्ञादि कार्याणि कुर्मः तत्र अग्निः साक्षात् अस्ति, तस्मिन् घृतं यस्मिन् द्रवत्वं नास्ति तत् स्थापयामश्चेत् प्रथमं तस्मिन् द्रवत्वम् आगच्छति, तदनन्तरं तत्र द्रवत्वमेव नश्यति इत्युक्ते घृतमेव नश्यति. अग्रे पठतु. अधुना पात्रद्रव्यं द्वयम् अस्ति, बृहति पात्रे जलं संस्थापितं तस्मिन् जले पुनः लघुपात्रं स्थापितं यस्मिन् घृतम् अस्ति. बृहत् पात्रस्य अधः अग्निः आरब्धः. उष्णसंयोगेन घनं घृतं द्रवः भवति. ततः अग्रे यावत् अग्निसंयोगे करोति घृते विद्यमानं द्रवत्वं न नश्यति. अग्नि घृतयोः मध्ये यत् जलम् अस्ति तत् जलं घृतद्रव्यत्वनाशं प्रतिबध्नाति. अतः घृतद्रवत्वनाशं प्रति जलं प्रतिबन्धकम् इत्युच्यते. पुनः प्रथमतया साक्षात् पात्रे घृतम् अस्ति. पात्रे उष्णसंयोगं भवति. अधुना इदानीं पात्रे जलम् अस्ति, लघु बृहत्पात्रे जलम् अस्ति, तस्मिन् लघुपात्रे घृतम् अस्ति. अधुना उष्णसंयोगेन जलम् उष्णं भवति, अनेन घृतम् अपि द्रवत्वं भवति. अधिक अधिक उष्णं संयोगे सति अपि घृतस्य द्रवत्वं न नश्यति. द्रवत्वं न नश्यति. एतत् जलं द्रव्यस्य प्रतिपादकम् इति नैयायिकाः वदन्ति. जलं घृतस्य द्रव्यस्य प्रतिपादकम्. न न, घृतस्य द्रव्यस्य इति नास्ति, घृतमेव द्रव्यं, तस्मिन् विद्यमान द्रवत्वम् अस्ति किल. तस्मिन् विद्यमान द्रवत्वनाशस्य प्रतिबन्धकम् अस्ति जलं. घृतद्रव्यद्रवत्वनाशनाशं प्रति जलं प्रतिबन्धकं भवति. द्रवस्य नाशं प्रति प्रतिबन्धकम् द्रवत्वं न नाशयति. जलं प्रतिबन्धकं भवति. सत्यं, यदा इदानीं तत्र जलं नास्ति चेत् तत्र द्रवत्वनाशः भवत्येव. किन्तु इदानीं यावत्पर्यन्तं जलं बृहत् पात्रे अस्ति तावत्पर्यन्तं घृते विद्यमानद्रवत्वं न नश्यति. इत्यतः जलं द्रवत्वनाशस्य प्रतिबन्धकम् इति प्रतिबन्धकम् इति अस्माभिः अवगन्तुं शक्यते. अस्तु, धन्यवादः भगिनी. इदानीं भानुचित्रमहोदय पठितुं शक्यते वा? महोदय, असति प्रतिबन्धके इति आरभ्य. असति प्रतिबन्धके अत्यन्तानलसंयोगे पार्थिवद्रवत्वं नश्यति. कृतं यत् घनम् आसीत् अग्निसंयोगेन द्रवः जातः, तदा अत्यन्तानलसंयोगे पुनः घनम् आकारं प्राप्तम्. घृतं ज्वलति, तस्य च कृष्णरूपं भवति, परन्तु जलप्रतिबन्धके सति अत्यन्तानलसंयोगे सति अपि पार्थिवद्रवत्वं न नश्यति. जलादिप्रतिबन्धकं नास्ति चेत् अत्यन्तानलसंयोगे सति पार्थिवद्रवत्वं नश्यति. तावत्पर्यन्तं महोदय. आं महोदय, प्रतिबन्धके प्रतिबन्धकं नास्ति चेत् अग्निसंयोगं अग्नि संयोगे अपि पार्थिवद्रवत्वं नश्यति कृते. असति प्रतिबन्धके इत्युक्ते किम्? सति प्रतिबन्धके इत्युक्ते प्रतिबन्धकम् अस्ति, असति प्रतिबन्धके इत्युक्ते प्रतिबन्धकं नास्ति. सत्यं, प्रतिबन्धकं नास्ति चेत् अपि च अत्यन्त अनलसंयोगे सति प्रतिबन्धकं नास्ति, अत्यन्त अनलसंयोगम् अस्ति इति चेत् तत्र पार्थिवद्रवत्वं नश्यति इति अस्ति. अग्रे नश्यति. घृतं तु घनं घनरूपम् अस्ति, अग्निसंयोगेन तत् घनरूपं द्रवरूपं भवति, अत्यन्त अनलसंयोगे तत् पुनः द्रवं न परन्तु घनं घनरूपं प्राप्तम् आसीत्. हा, कथं वा पुनः घनं रूपं प्राप्तं, घन आकारं प्राप्तम्? अग्निसंयोगेन. हा, तत् अवगच्छति किल, घनरूपम् इत्युक्ते पुनः यथा पूर्वम् आसीत् अग्निसंयोगस्य अग्निसंयोगात् पूर्वं यथा तस्य घनत्वम् आसीत् तादृशं न भवति इदानीं, तत्र कृष्णवर्णं भवति तत् घृतमेव नश्यति इति. घृतं नश्यति महोदय. हा, घृतमेव तत्र पुनः घनम् आकारं प्राप्तम् इत्युक्ते अग्निसंयोगात् पूर्वं यथा आसीत् तादृशं न भवति इति. अग्रे अग्रिमवाक्ये दत्तमस्ति किल, घृतं ज्वलति तस्य च कृष्णरूपं भवति इति. हा, आम्. अग्रे, परन्तु जलप्रतिबन्धके सति अत्यन्तानलसंयोगे सति अपि पार्थिवद्रवत्वं न नश्यति. पार्थिवद्रवत्वम् अस्ति, पुनः अग्निसंयोगेन द्रवः यद्यपि जातः किन्तु पार्थिवद्रवत्वम् अन्तः अस्ति, तत् दृश्यते. हा, तत्र चर जलप्रतिबन्धके सति इत्युक्ते तत्र जलं प्रतिबन्धकरूपेण यावत्पर्यन्तं तिष्ठति तावत्पर्यन्तम् अधिकाधिकम् अग्निसंयोगं कुर्मश्चेदपि तत्र पार्थिवद्रवत्वं न नश्यत्येव. यावत्पर्यन्तं जलं तिष्ठति तावत्पर्यन्तं द्रवत्वमपि तिष्ठति इति. घृते. हा, घृते, घृते, सर्वं घृते एव. आं महोदय, जलादिप्रतिबन्धकं नास्ति. बालसुब्रह्मण्यमहोदय वदतु. असति प्रतिबन्धके इत्यस्य अर्थः प्रतिबन्धकं नास्ति चेत् किल? हा, आम्. तत्र सति सप्तमी एव तत्र यदा प्रतिबन्धकं नास्ति तदा इति तादृशरूपं भवति. हा, अग्रिमवाक्यं महोदय. जलादिप्रतिबन्धकं नास्ति चेत् अत्यन्तानलसंयोगे सति पार्थिवद्रवत्वं नश्यति. ओहो, पार्थिवद्रवं द्रवत्वं कदा नश्यति इति वदति, अत्यन्त आनलसंयोगे जलादिप्रतिबन्धकं नास्ति. हा, अत्र सत्यम्, अत्र अस्मिन् परिच्छेदे किमुक्तमित्युक्ते प्रतिबन्धके सति पार्थिवद्रवत्वं न नश्यति, अत्यन्त अनलसंयोगे सति पार्थिवद्रवत्वं न नश्यति, असति प्रतिबन्धके अत्यन्त अनलसंयोगे सति पार्थिवद्रवत्वं नश्यति इति एव वार्ता. प्रतिबन्धकम् अस्ति चेत् द्रवत्वं न नश्यति, प्रतिबन्धकं नास्ति चेत् द्रवत्वं निश्चयेन नश्यति इति सामान्य पार्थिव द्रव्याणां विषये अत्र दत्तमस्ति. इदानीं सुवर्णं स्वीकुर्मः. तत्र बालसुब्रह्मण्यमहोदय अग्रे पठति वा अधुना सुवर्णम् इति. धन्यवादः महोदय. प्रश्नः लघु प्रश्नः एकः. सिद्धान्तः अथवा नैयायिकः ते सुवर्णः ते तैजसि अपि पृथिवी इति. पृथिवी इत्यस्य कारणं दत्तः, तर्कं दत्तः, परन्तु किमर्थं तैजसः इति तत्त्वरूपेण किमपि न उक्तः किल? तदेव इदानीं किमर्थं तत्र तेजः अपि अस्ति तत्र एवमेव उक्तं. सिद्धान्तः सिद्धान्ती वदति सुवर्णे तेजः अपि अस्ति पृथिवी अपि अस्ति. इदानीं पृथिवी अस्ति इत्यतः तस्य तस्मिन् पीतरूपत्वम् अपि च गुरुत्वं तत्सर्वम् अस्ति. इदानीं सुवर्णे तेजः कथं वा साधयामश्चेत् तस्मिन् विषये एव इदानीं वदन्नस्ति. अधुना सुवर्णम् इति अस्ति किल, तत् पठामश्चेत् तस्य उत्तरं लभ्यते. अधुना सुवर्णम् अनलसंयोगे सति सुवर्णं द्रवः भवति, अत्यन्त अनलसंयोगे सति सति अपि द्रवत्वं तिष्ठति एव, सुवर्णं पुनः घनं न भवति. यद्यपि अग्नि सुवर्णयोः मध्ये जलं न स्यात् तथापि सुवर्णस्य द्रवत्वं तिष्ठति. अग्नि सुवर्णयोः मध्ये जलं न स्यात् तथापि सुवर्णस्य द्रवत्वं तिष्ठति. अतः सुवर्णस्य अन्तः एव द्रवत्वनाशं प्रति किञ्चन प्रतिबन्धकं स्यात्. तत्र किञ्चित् तावत्पर्यन्तं वदतु महोदय. पुनः एकवारं पठामि. अधुना सुवर्णम् अनलसंयोगे सति सुवर्णं द्रवः भवति, अत्यन्त अनलसंयोगे सति अपि द्रवत्वं तिष्ठति एव, सुवर्णं पुनः घनं न भवति. सो अनलसंयोगे यदा अग्निः अधः स्थापितः सुवर्णं द्रवत्वं भवति. अपि च अत्यन्त अनलसंयोगे अपि सति अत्यन्त अनलसंयोगे मध्ये प्रतिबन्धकं विना द्रवत्वं तिष्ठति, सुवर्णं पुनः घनं न भवति. अत्यन्तसंयोगम् अस्ति इति कारणात् यद्यपि अग्निसुवर्णयोः मध्ये जलं न स्यात् तथापि सुवर्णस्य द्रवत्वं तिष्ठति. अग्निसुवर्णयोः मध्ये जलं न स्यात् इत्युक्ते अत्यन्तसंयोगम् अस्ति प्रतिबन्धकं किमपि विना. अतः सुवर्णस्य अन्तः एव द्रवत्वनाशं प्रति किञ्चन प्रतिबन्धकं स्यात्. सुवर्णस्य अन्तः एव द्रवत्वनाशं प्रति किञ्चन प्रतिबन्धकं स्यात्. अत्र अवगच्छति किल घृतसुवर्णयोः मध्ये कः भेदः इति. घृते प्रथमम् अग्निसंयोगे सति तत्र द्रवत्वं भवति घृते, पुनः अत्यन्त अनलसंयोगे सति तत्र द्रवत्वं नश्यति इति घृतस्य विषये वार्ता. किन्तु सुवर्णस्य विषये कथं भवति? अनलसंयोगे सति सुवर्णे अपि द्रवत्वं सिद्ध्यति. इदानीं तत्र अत्यन्त अनलसंयोगे सति तत्र द्रवत्वं न नश्यति, द्रवत्वम् अस्ति एव सुवर्णे. किन्तु घृतौ द्रवत्वं नश्यति, सुवर्णे द्रवत्वं न नश्यति. अत्यन्त अनलसंयोगे सति घृतौ द्रवत्वं नश्यति, अत्यन्त अनलसंयोगे सति सुवर्णे द्रवत्वं न नश्यति इति अनयोः मध्ये भेदः अस्ति. इदानीं तत्र सुवर्णमपि पार्थिवद्रव्यम् एव इति स्वीकुर्मश्चेत् तत्र यथा घृतं घृते विद्यमानद्रवत्वं नश्यति अत्यन्त अनलसंयोगे सति, तथा सुवर्णं सुवर्णे विद्यमानद्रवत्वमपि नश्येत्. किन्तु तादृशं न भवति इत्यतः सुवर्णे घृतस्य अपेक्षया इतोपि किञ्चित् अस्ति, किमपि अस्ति. तत् प्रतिबन्धकत्वेन द्रवत्वस्य नाशं न कारयति इत्यतः तत्र सुवर्णस्य विषये किञ्चित् इतोपि चिन्तनीयं भवति इति. अतः सुवर्णस्य अन्ते एव द्रवत्वनाशं प्रति किञ्चन प्रतिबन्धकं स्यात् भवेत्. नो चेत् यथा घृतं तथा सुवर्णमपि नश्येत्, सुवर्णे विद्यमानद्रवत्वमपि नश्येत्. किन्तु तादृशं न भवति इत्यतः तत्र इतोपि किञ्चित् किमपि सुवर्णे अस्ति यत् घृते नास्ति, येन सुवर्णे विद्यमानद्रवत्वस्य नाशः न अभवत् इति तावत्पर्यन्तम् अवगतं किल. इदानीं तत् तत् यत्किमपि अस्ति तत् कीदृशपदार्थः भवितुमर्हति इति अग्रे चिन्तनम्. इदानीं तत्र मुरळीमहोदय अग्रे पठति वा? धन्यवादः बालसूरि महोदय. हलो, तच्च प्रतिबन्धकं पृथिवी नाम पृथिवी न भवितुमर्हति इति. तच्च प्रतिबन्धकं पृथिवी न भवितुम् अर्हति यतोहि अनलसंयोगे पृथिवी स्वयं ज्वलति, जलमपि न भवितुम् अर्हति सुवर्णे जलस्य अभावात् तत्र सर्वेषाम् अङ्गीकारः. वायव्यादिषु द्रव्येषु रूपाभावात् सुवर्णे न भवितुम् अर्हति, केवलं तेजः अवशिष्यते. अतः सुवर्णे द्रव्यत्वनाशं प्रति विद्यमानं प्रतिबन्धं तेजः एव स्यात्. तावत्पर्यन्तं किञ्चित् वदतु महोदय. तच्च प्रतिबन्धकं पृथिवी न भवितुम् अर्हति यतो हि अनलसंयोगे. महोदय सम्यक्तया न श्रूयते. सम्यक्तया न श्रूयते. सम्यक् न श्रूयते. वदतु वदतु इदानीं किञ्चित्. वदतु महोदय. तच्च प्रतिबन्धकं पृथिवी च पृथिवी यतोहि पृथिवी स्वयं ज्वलति. इदानीं तत्र वयं दृष्टवन्तः किल सुवर्णे एव किञ्चित् द्रव्यान्तरम् अस्ति, अनेन अत्यन्त अनलसंयोगे सति सुवर्णस्य सुवर्णे विद्यमानस्य द्रवत्वं न नश्यति इति. इदानीं तत् द्रव्यान्तरम् इदानीं तत्र पृथिवी भवितुमर्हति वा इति पृष्टे सति न भवितुमर्हति. किमर्थमित्युक्ते पार्थिवद्रव्यमस्ति चेत् अनलसंयोगे पृथिवी स्वयं ज्वलति एव यथा घृतः, अतः तत् पृथिवी न भवितुम् अर्हति. अग्रे पृथिवीनि भवितुम् अर्हति यतो पृथिवी न भवितुमर्हति. पृथिवी न भवति न भवितुमर्हति. यतोहि अनलसंयोगे पृथिवी स्वयं ज्वलति. आम् तद् मया उक्तम् इदानीं तत्र अग्रिमवाक्यं पश्यतु. जलमपि न भवितुम् अर्हति सुवर्णे जलस्य अभावः यत्र यत्र जलं अस्ति चेत् न न क्षम्यतां महोदय, प्रायः किमपि क्लेशः अस्ति, सम्यक्तया न श्रूयते. सर्वेषां तादृशमेव अस्ति किल मुरलीमहोदयस्य ध्वनिः श्रूयते वा? न श्रूयते महोदय. अस्तु तर्हि क्षम्यतां महोदय, भवान् शृणोतु, प्रायः किमपि क्लेशः वर्तते, नो चेत् पुनः आगच्छतु. अस्तु महोदय. हलो महोदय, भवान् खण्डनं खण्डयित्वा पुनः आगच्छतु. वदतु, प्रयत्नं करोतु. जलमपि न भवितुमर्हति सुवर्णे जलस्य अभावात्. तत्र सर्वेषाम् अङ्गीकारः इत्युक्ते सर्वे अङ्गीकुर्वन्ति सुवर्णे जलं नास्ति. आम्, तस्य निरूपणं न कर्तव्यं, तत्र निर्बन्धः नास्ति. साक्षात् पश्यामश्चेत् तत्र सुवर्णे जलं नास्ति इति अस्माभिः अवगन्तुं शक्यते, सर्वेषाम् अङ्गीकारः अस्ति. अतः इदानीं वायुवादिषु इति पठतु महोदय. सर्वेषामपि वायुवादिषु द्रव्येषु रूपाभावात् सुवर्णे न भवितुमर्हति. हा, इत्युक्ते किं? वायुवादिषु द्रव्येषु. वायुवादिषु द्रव्येषु इत्युक्ते केषु द्रव्येषु? वायु द्वे गुणः अस्ति वायुव्यां. न, इदानीं कति द्रव्याणि सन्ति? घृतं सुवर्णं. न न, इदानीं तत्र द्रव्यम् इत्यस्मिन् तत्र सप्तपदार्थाः सन्ति, द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः इति. इदानीं तत्र द्रव्यं कति विधं भवति? नवद्रव्याणि सन्ति किल, पृथिवी, जल, तेज, वायु, आकाश, आत्म, दिक्, काल, मनांसि इति नवद्रव्याणि इति अस्माभिः अधीतं. तत्र इदानीं वायुवादिषु इत्युक्ते वायु आरभ्य, वायु, आकाश, काल, दिक्, आत्म, मनांसि इति षड् द्रव्येषु रूपः नास्ति एव, रूप अभावः एव अस्ति. ते रूप अभाववन्तः इत्यतः इदानीं तत्र यः अंशः येन यत् प्रतिबन्धकत्वेन कार्यं करोति द्रवत्वनाशस्य, तत् वायुवादिषु द्रव्येषु न भवितुमर्हति. आम् इत्युक्ते तत्र पार्थि यत् प्रतिबन्धकम् अस्ति, प्रतिबन्धकरूपेण यः अंशः कार्यं करोति सुवर्णे, तत् पार्थिवद्रव्यमपि न भवितुमर्हति, जलमपि नास्ति. वायुवादिषु द्रव्येषु रूपाभावात् तत्र ते अपि तादृश द्रव्याणि अपि सुवर्णेन भवितुमर्हति. इत्युक्ते तत्र किम् अवशिष्टमस्ति, किं द्रव्यम् अवशिष्टमस्ति? केवलं तेजः एव किल. अतः अत्र उक्तं केवलं तेजः अवशिष्यते, अतः सुवर्णे द्रवत्वनाशं प्रति विद्यमानं प्रतिबन्धकं तेजः एव स्यात् इति ऊहामेव. अतः अत्र आरम्भे सिद्धान्ती वदति सुवर्णे तेजः अपि अस्ति, पृथिवी अपि अस्ति. तत्र पृथिवी अस्ति, पृथिवी अंशः अस्ति इत्यतः सुवर्णे पीतत्वं, गुरुत्वम् इत्यादिकं दृश्यन्ते. किन्तु तत्र तेजः अपि अस्ति इति कृत्वा तत्र अत्यन्त अनलसंयोगे सति तस्मिन् विद्यमानद्रवत्वं न नश्यति इति अनेन निरूपितम्. अस्ति. अतः सिद्धान्ती वदति तत्र आकरजं सुवर्णादि इति उक्तं किल लक्षणवाक्ये, तद् इदानीं निरूपितम्. अस्तु, धन्यवादः महोदय. इदानीं विद्याभगिनी अग्रे पठति वा. अत्र किमर्थं स्वर्णं तैजसमिति विषये विचारः जातः, अतः दीपिकाग्रन्थस्य कश्चन भागः उद्धृतः यस्मिन् एतत् सर्वं प्रतिपादितम्. अग्रे पठ्यताम् कुत्र पर्यन्तं स्वस्य बोधः सम्पूर्णः इति दृश्यताम्. इदानीम् एतावत् वयं दृष्टवन्तः स्वर्णं तैजसः इति विषये. अत्र अधोभागे दीपिकाग्रन्थात् कश्चन भागः स्वीकृत्य अत्र प्रदर्शितः अस्ति. तत्र पठित्वा अवगमनम् अस्ति वा न वा इति द्रष्टव्यं. दीपिका पठामि. तत्र दीपिका इति ग्रन्थः, तत्र तर्कसङ्ग्रहः इति मूलग्रन्थः अन्नं भट्टः इत्यनेन विरचितमस्ति. सः एव दीपिका इति स्वस्य एव ग्रन्थस्य टीका लिखितवान्. तस्य नाम दीपिका अस्ति इति ततः किञ्चित् दत्तमस्ति अस्मिन् विषये. पठतु भगिनि. हा, दीपिका स्वर्णतैजसत्वात् स्वर्णतैजसत्त्ववादः सुवर्णतैजसत्त्ववादः स्वर्णतैजसत्त्ववादः ननु स्वर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रावत् इति चेत् ननु स्वर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रावत् इति चेत् न अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन जलमध्यमध्यमध्यस्थघृते द्रवत्वनाशनाशादर्शनेन असति प्रतिबन्धके पार्थिवद्रवत्वनाशनाशा अग्निसंयोगयोः कार्यकारणभावावधारणात् सुवर्णस्य अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वादिकरणत्वेन पार्थिवत्वानुपपत्तेः तस्मात् पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वादिकरणतया जलत्वानुपपत्तेः रूपवत्तया वायवादिषु अनन्तर्भावात् तैजसत्त्वसिद्धिः तस्योष्णस्पर्शभावस्वरूपयोः उपष्टम्बकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः तस्मात् सुवर्णं तस्योष्णस्पर्शभास्वररूपयोः कुत्र तस्योष्णस्पर्शभास्वररूपयोः उपष्टम्बक पार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः तस्मात् स्वर्णं तैजसम् इति सिद्धम्. अत्र भगिनी किं करोतु, अग्रे अपि पठतु. हा, अस्तु. अधः पुनः अयमेव भागः दत्तः. उपरि सारल्यार्थं पूर्णविरामाः स्थापिताः. किञ्च अस्मिन् अंशः वास्तविकम् एकं वाक्यम् अतीवदीर्घं, तस्य प्रदर्शनार्थं भिन्नरीत्या अधः लिखितम्. ओ, पूर्वस्मिन् परिच्छेदे तदेव दत्तमस्ति. अतः अधोभागे यद् दत्तमस्ति तत् किञ्चित् पङ्क्तिशः पश्यामः. पठतु भगिनि. ननु सुवर्णं पार्थिवं पीतत्वात् गुरुत्वात् तरित्रावतीति चेत् न अत्यन्तानलसंयोगे सति तावत्पर्यन्तं पठतु. ननु न इति अस्ति किल, तत्र तावत्पर्यन्तं किञ्चित् वदतु. तदनन्तरं यत्र यत्र अर्धविरामः अस्ति तत्र स्थगयित्वा किञ्चित् किञ्चित् दृष्ट्वा अग्रे गच्छामश्चेत् बोधः जायते. अस्तु, अत्र ननु तत्र पूर्वस्मिन् परिच्छेदे दत्तमासीत् ननु सुवर्णं पार्थिवं पीततत्वात् गुरुत्वात् हरिद्रावत् इति चेत् तत्र प्रतिपक्षी अपूर्वपक्षी वदति तत्र ननु स्वर्णं पार्थिवमस्ति पीतत्वात्. पूर्वं वयं दृष्टवन्तः, पूर्वपक्षी उक्तवान् अत्र स्वर्णं पार्थिवमस्ति यतोहि तस्मिन् पीतरूपम् अस्ति, पीतरूपं तु पृथ्व्याम् एव भवति इति कृत्वा सुवर्णं पृथ्वी पार्थिवम् अस्ति. अपि च गुरुत्वात् यतोहि सुवर्णं सुवर्णे जलीय अंशः नास्ति इति सर्वे अङ्गीकुर्वन्ति, अतः अत्र गुरुत्वं तु केवलं जले अपि पृथ्व्यामेव भवति, अतः अत्र सुवर्णं जलं नास्ति, अतः जलं नास्ति, अतः अत्र सुवर्णं पृथ्वी यतोहि तस्मिन् गुरुत्वम् अस्ति. अपि च सुवर्णं यथा उक्तम् अत्र सुवर्णं पार्थिवं यतोहि तस्मिन् पीतरूपम् अस्ति, हरिद्रावत् उदाहरणं दत्तमस्ति, हरिद्रावत् पीतरूपम् अस्ति. यतोहि अत्र जले जले अभास्वरशुक्लरूपं भवति, इत्युक्ते अत्र शुक्लरूपं यस्मिन् प्रकाशता नास्ति, अपि च अत्र तैजसी भास्वरशुक्लं भवति, भास्वरशुक्लरूपं भवति इत्युक्ते प्रकाशमानशुक्लरूपम् इत्युक्ते अत्र अन्ये वर्णाः तु केवलं पृथ्व्यामेव भवति, तर्हि पीतरूपं तु पृथ्व्यामेव अस्ति, अतः सुवर्णं पृथ्वी इति. सत्यम्. एवमेव गुरुत्वात् तत्र हरिद्रा इत्युक्ते किं जानाति किल सर्वे? टर्मरिक्. टर्मरिक् सत्यम्. अतः इदानीं हरिद्रा हरिद्रायां पीतत्वम् अस्ति अपि च गुरुत्वम् अपि अस्ति इति कृत्वा, तादृशमेव सुवर्णमपि अस्ति इति कृत्वा, यथा हरिद्रा हरिद्रः इति वा प्रायः हरिद्रा यथा हरिद्रा तथा सुवर्णमपि पार्थिवम् इति पूर्वपक्षी वदति. तत्र किञ्चित् वदामि, यत्र यत्र ननु इति वाक्यम् आरभ्यते तत्र न इति पर्यन्तं पूर्वपक्षिणः मतम् इति अवगन्तव्यं. ननु सुवर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रादिवत् इति तावत्पर्यन्तं पूर्वपक्षी वदति इति चेत् न इति सिद्धान्ती वदति. अग्रेपि अस्मिन् अग्रिमवाक्यमपि भवती एव पठतु. हा, न अत्यन्त अनलसंयोगे सति घृतादौ इति चेत् न इति तावत्पर्यन्तं प्रथमवाक्यं. ननु सुवर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रादिवत् इति चेत् न इति प्रथमवाक्यम्. इदानीं तत्र द्वितीयवाक्यं. सीमा भगिनी वदतु. एका प्रश्न, अत्र थकारः अस्ति, तत् तकारस्य योगः हकारः अस्ति इति अवगमनं भवेत्? न जानामि. न, तत्र मुद्रणदोषम् अस्ति इति गुरुत्वात्. ओके ओके, अस्तु. तर्हि पीतत्वात् गुरुत्वात् एवं गुरुत्वात् हरिद्रादिवत् एवम् अस्ति. हा, पीतत्वात् हेतुद्वयं, पीतत्वात् गुरुत्वात् हरिद्रादिवत्. हरिद्रादिवत् इति चेत् न इति पदविच्छेदं कृतं, तत्र मुद्रणदोषमस्ति. तर्हि महोदय, भवान् किम् उक्तवान् इत्युक्ते अत्र ननु इति अस्ति, तत्र न पर्यन्तं पूर्वपक्षी तस्य वाक्यमस्ति, तर्हि अत्र ननु सुवर्णं पार्थिवं पीतत्वात् तत्र ननु आरभ्य न पर्यन्तम् एकं वाक्यं, तत्र ननु त्यक्तव्यमस्ति, अपि च इति चेत् न तदपि त्यक्तम्. अनयोः मध्ये ननु अपि च इति चेत् न, अनयोः मध्ये यः वाक्य यद्वाक्यमस्ति तत् पूर्वपक्षिवाक्यम्. सुवर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रादिवत् इति तावत्पर्यन्तं पूर्वपक्षिणः वाक्यम्. ओ अस्तु, तदनन्तरं तत्र इदानीम् अत्र सिद्धान्ती तस्य वाक्यं कुतः आरभ्यते? इदानीम् इति चेत् न इति वदति सिद्धान्ती. इति चेत् न, इति चेत् न इति पूर्वपक्षी वदति चेत् तादृशं नास्ति इति चेत् न इति तस्य इदानीं प्रतिपादनं करोति, किमर्थं न इति वदति इति. अस्तु, तर्हि इदानीम् अहं पठामि चेत् इति चेत् न अत्यन्त अनलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन जलमध्यस्थघृते. अस्तु, तत्र प्रथमं दर्शनेन इति तावत्पर्यन्तं. हा अस्तु अस्तु, तर्हि इदानीम् अत्र प्रतिपक्षी उक्तवान् स्वर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रावत् इति उक्तवान्. तर्हि इदानीं सिद्धान्ती वदति, यदि अत्र उदाहरणं स्वीकृत्य घृतम् इति पार्थिवद्रव्यम् अस्ति, अत्यन्त अनलसंयोगे इत्युक्ते अत्र घृतस्य अधोभागे अत्र तेजसंयोगेन अत्यन्त तेजसंयोगेन घृतौ यद्द्रवत्वम् अस्ति तस्य नाशः भवति इति जानीमः. परन्तु यथा वयं पूर्वं दृष्टवन्तः अत्र बृहत्पात्रे जलम् अस्ति, अपि च तस्मिन् एकं लघुपात्रम् अस्ति, तस्मिन् घृतम् अस्ति चेत् लघुपात्रे अपि जलम् अस्ति. तर्हि अत्र बृहत्पात्रस्य अधोभागे अत्यन्त अनलसंयोगः अस्ति चेत् अत्र घृतं न नश्यति, घृते द्रवत्वं न नश्यति इति वयं पूर्वं दृष्टवन्तः. तदेव अत्र दत्तमस्ति, जलमध्यस्थघृते. न, तत् पूर्वस्मिन् वाक्ये किं दत्तम्? अत्यन्त अनलसंयोगे सति घृतादौ द्रवत्वनाश दर्शनेन, नाशदर्शनेन जलमध्यस्थघृते. ओ, इत्युक्ते अत्र प्रथम उदाहरणं यत्र घृतं तदेव खलु, अत्र बृहत्पात्रे स्थापयित्वा तदेव खलु. आम्, किन्तु अत्र वाक्यम् एतादृशमस्ति भगिनि, अत्यन्त अनलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन इति एकं वाक्यं. तदनन्तरं जलमध्यस्थघृतादौ तन्नाश अदर्शनेन च इति द्वितीयवाक्यम्. द्रवत्वनाश अदर्शनेन, ओ अस्तु अस्तु, ओ हा, तत्र अत्यन्त अनलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन इति प्रथमं वाक्यमस्ति. इदानीं तत्र अत्यन्त अनलसंयोगे सति घृतादौ इत्युक्ते घृतादि द्रव्येषु, पार्थिवद्रव्येषु द्रवत्वनाशदर्शनेन, अत्र दर्शनेन इति तृतीयायां दत्तमस्ति, अत्र करणतृतीया नास्ति किन्तु कारणतृतीया, अनेन कारणेन. अस्तु इति अस्ति. इदानीम् अग्रे जलमध्यस्थघृतादौ तन् नाश अदर्शनेन च असति प्रतिबन्धके. ओ क्षम्यतां महोदय, अहं पूर्वस्मिन् परिच्छेदात् पठन्ती अस्मि, अतः एव किञ्चित् अतः एव मम भ्रमः आसीत्. अस्तु अस्तु, इदानीं पश्यामि. इदानीमेव मया अपि अवगतं किमर्थं तादृशं पठति इति. पूर्वस्मित् अस्तु अस्तु, इदानीम् अत्र इदानीम् अवगच्छामि. जलमध्यस्थघृतादौ तन्नाशात् दर्शनेन च असति प्रतिबन्धके. अस्तु, अत्र इदानीमत्र जलमध्यस्थघृतादौ तन्नाश अदर्शनेन च इति तावत्पर्यन्तं. हा, जलमध्यस्थघृतादौ तन्नाशादर्शनेन तन्नाश अदर्शनेन च असति प्रतिबन्धके. असति प्रतिबन्धके, महोदय भवानेव वदतु. अस्तु अस्तु, हा, तत्र किञ्चित् पुनः अहं वदामि. ननु सुवर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रादिवत्, सुवर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रादिवत् इति पूर्वपक्षी वदति. तादृशं वदति चेत् न इति सिद्धान्ती तत्र आपादनं क्षिपति. कथम् इति चेत्, अत्यन्त अनलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन इति यदा पार्थिव द्रव्येषु तत्र अत्यन्त अनलसंयोगः भवति चेत् तस्मिन् विद्यमानद्रवत्वनाशदर्शनेन इति कारणतृतीया अस्ति. तत्र द्रवत्वस्य नाशनं भवति तद् अस्माभिः दृश्यते इत्यतः. अपि च जलमध्यस्थकृतादौ तन्नाश अदर्शनेन, इदानीं मध्ये जलं स्थापयामश्चेत् तत्र जलं प्रतिबन्धकत्वेन कार्यं करोति इत्यतः घृतादौ विद्यमानद्रवत्वस्य नाशः न भवति नाश अदर्शनेन च. असति प्रतिबन्धके. इदानीं तत्र यदा प्रतिबन्धकः नास्ति, प्रतिबन्धकं नास्ति चेत् पार्थिवद्रवत्वनाश अग्निसंयोगयोः कार्यकारणभाव अवधारणात् इत्युक्ते तत्र प्रतिबन्धकः प्रतिबन्धकम् अपि च द्रवत्वनाशम् अनयोः मध्ये कारणकार्यभावः अस्ति. यत्सत्त्वे यत्सत्त्वं, यदभावे यदभावः, तत् तस्य कारणम् इति प्रायः भवन्तः पठितवन्तः पूर्वमिति अहं चिन्तयामि. तदेव अन्वयम्, अन्वयः व्यतिरेकः इति वदामः न्यायशास्त्रे. यत्सत्त्वे यत्सत्त्वम्, एकः अस्ति चेत् अन्यः अस्ति, यदभावे यदभावः, एकः नास्ति चेत् अन्यः अपि नास्ति इति तादृशं तादृशस्थितिः ययोः मध्ये अस्ति, तयोः मध्ये कारणकार्यभावः स्वीकृतः भवति. इदानीं कपालः अस्ति चेत् घटः अस्ति, कपालः नास्ति चेत् घटः अपि नास्ति इति कृत्वा कपालः घटस्य कारणं भवति. एवमेव अग्निः अस्ति चेत् धूमः भवति, अग्निः नास्ति चेत् धूमः नास्ति इत्यतः अनयोः मध्ये अपि कारणकार्यभावः अस्ति. एवमेव प्रतिबन्धकः अस्ति चेत् द्रवत्वनाशः न भवति, प्रतिबन्धकं नास्ति चेत् द्रवत्वनाशः भवति इति कृत्वा प्रतिबन्धकम् अपि च द्रवत्वनाशयोः मध्ये कार्यकारणभावः अस्ति इति अवधारणात् इत्युक्ते तत्र निश्चयः, तत्र प्रामाणिकत्वेन अस्माभिः निश्चयं कर्तुं शक्यते इत्यतः सुवर्णस्य, इदानीं तत्र सुवर्णस्य का गतिः, सुवर्णस्य अत्यन्त अनलसंयोगे सति अनुच्छिद्यमानद्रवत्व अधिकरणत्वेन पार्थिवत्व अनुपपत्तेः इति तावत्पर्यन्तं किञ्चित् वदामि. सुवर्णस्य अत्यन्त अनलसंयोगे सति, इदानीं सुवर्णे अत्यन्त अनलसंयोगम् अस्माभिः क्रियते, तथापि अनुच्छिद्यमानद्रवत्व अधिकरणत्वेन, उच्छिद्यमानम् इत्युक्ते नश्यमानम् इति अस्ति इति अर्थः. अनुच्छिद्यमानम् इत्युक्ते अनश्यमानम् इति भवति अर्थः. तत्र सुवर्णस्य अत्यन्त अनलसंयोगे सति अनुच्छिद्यमान इत्युक्ते अनश्यमान अधिकरणत्वम्. इदानीं तत्र सुवर्णस्य नाशः, सुवर्णे विद्यमानद्रवत्वस्य नाशः न भवति, अपि च सुवर्णस्य नाशः अपि न भवति. किन्तु घृतादौ कथं भवति? यदा अत्यन्त अनलसंयोगं कुर्मः तदा घृते विद्यमानद्रवत्वनाशः अपि भवति, अपि च घृतमेव स्वयमेव नश्यति. किन्तु अत्र द्रवत्वनाशः, अत्र इत्युक्ते सुवर्णस्य विषये, तत्र द्रवत्वनाशः अपि न भवति, सुवर्णस्य नाशः अपि भवति इति कृत्वा पार्थिवत्व अनुपपत्तेः, अनुपपत्तिः इत्युक्ते दोषः. यदा इदानीं तत्र पार्थिवं, सुवर्णं पार्थिवं द्रव्यम् इति वदामश्चेत् तत्र दोषः भवति. किमर्थं दोषः? पार्थिवद्रव्यम् अस्ति चेत् अत्यन्त अनलसंयोगे सति तस्मिन् विद्यमानद्रवत्वनाशं भवेत्. इदानीं सुवर्णे विद्यमानद्रवत्वस्य नाशः न भवति इत्यतः इदानीं तत्र सुवर्णे पार्थिवत्वम् अस्ति इति वदामश्चेत् तत्र दोषः भवति पार्थिवत्व अनुपपत्तेः इति. पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया इति अस्ति. इत्र इदानीं तत्र दीर्घसमासपदमस्ति, समस्तपदमस्ति एतत्. पीतं द्रव्यम्, पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया इति अस्ति. इदानीं तत्र पीतं द्रव्यं यत् तत् सुवर्णं, यस्य सः, यस्य तत् इति, पीताम्बरः इति वदामः किल, पीतम् अम्बरं यस्य सः पीताम्बरः कृष्णः इति. एवमेव पीतं द्रव्यं यस्य तत् पीतद्रव्यं तदेव सुवर्णं तस्मिन् विद्यमानद्रवत्वं पीतद्रव्यद्रवत्वं तस्य नाशः पीतद्रव्यद्रवत्वनाशः पुनः तस्य प्रतिबन्धकं प्रतिबन्धकं पीतद्रव्यद्रवत्वनाशप्रतिबन्धकं तस्य भावः प्रतिबन्धकस्य भावः प्रतिबन्धकता इत्यतः पीतद्रव्यद्रवत्वनाशप्रतिबन्धक प्रतिबन्धकता. इदानीं तस्य तृतीया तया इति पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया इति अस्य विग्रहवाक्यं विग्रहवाक्यम् अस्ति. पुनः वदामि पीतं द्रव्यं यस्य सः पीतद्रव्यं तस्मिन् विद्यमानद्रवत्वं पीतद्रव्यद्रवत्वं तस्य नाशः पीतद्रव्यद्रवत्वनाशः तस्य नाशस्य प्रतिबन्धकः पीत प्रतिबन्धकं पीतद्रव्यद्रवत्वनाशप्रतिबन्धकं पुनः तस्य भावः प्रतिबन्धकस्य भावः पीतद्रव्यद्रवत्वनाशप्रतिबन्धकता इति भवति. शै इति प्रत्ययः योजनेन तत्र प्रतिबन्धकत्वम् इति अपि वक्तुं शक्यते प्रतिबन्धकता इति अपि वक्तुं शक्यते. तस् तया इति तत्र तृतीया योजयामश्चेत् अनेन कारणेन पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ द्रवद्रव्यान्तरसिद्धौ. इदानीं द्रवद्रव्यम् इत्युक्ते किं कर्मधारयसमासः अत्र द्रवत्ववत् च एतद्द्रव्यं च द्रवद्रव्यम् इति. यथा इदानीं तत्र नीलोत्पलम् इति वदामश्चेत् नीलं च तत् उत्पलं च इति नीलोत्पलम् इति भवति. नीलत्वम् उत्पले वर्तते. एवमेव द्रवत्ववत् इति घटत्ववान् घटत्ववत् इति अस्माभिः दृष्टं किल पूर्वं पूर्वस्मिन् करपत्रे तादृशं द्रवत्ववत् अपि च द्रव्यम् अस्ति. एतदेव द्रवद्रव्यम् इति भवति. द्रवद्रव्यान्तरसिद्धौ इत्युक्ते यस्मिन् द्रवत्वं भवति किन्तु तत् पार्थिवद्रव्यं नास्ति. इदानीं तत्र अन्यत् किमपि द्रव्यं भवेत् इति स्थितिः भवति. यदि पार्थिवद्रव्यम् अस्ति चेत् तत्र द्रवत्वं तु विद्यत्येव किन्तु अत्यन्त अनलसंयोगे सति तत्र पार्थिवद्रव्यस्य विद्यमानद्रवत्वं नश्यति इत्यतः सुवर्णं न नश्यति सुवर्णे विद्यमानद्रवत्वं न नश्यति इत्यतः तत्र द्रवद्रव्यान्तरसिद्धौ सति. अत्रापि सिद्धौ इत्युक्ते तत्र सति सत्यमी एव. इदानीं तादृशस्थितिः स्थितौ वयं स्मः. नैमित्तिक द्रवत्व अधिकरणतया जलत्व अनुपपत्तेः. इदानीं तत्र जलमस्ति जले द्रवत्वमस्ति किन्तु तस्मिन् विद्यमानजल जले विद्यमानद्रवत्वं स्वाभाविकमस्ति न तु नैमित्तिकम्. यथा इदानीं घृतः अस्ति घृते घनत्वमस्ति तत्र अग्निसंयोगेन घृते नैमित्तिकद्रवत्वम् आगच्छति. घृते अग्निसंयोगे सति नैमित्तिक तत्र अग्नि एव निमित्तं भवति अतः नैमित्तिकद्रवत्वम्. अग्निसंयोगे सति इत्युक्ते अग्नि निमित्तं भूत्वा निमित्तेन स्वीकृत्य घृतौ द्रवत्वम् आगच्छति किन्तु जले द्रवत्वं स्वाभाविकत्वे स्वाभाविकेन अस्ति न तु नैमित्तिकेन इति कृत्वा तत्र जलत्वं जलत्वं सुवर्णे अस्ति इति न वक्तुं शक्यते. किमर्थम् इत्युक्ते तत्र सुवर्णे द्रवत्वमपि आगच्छति, किन्तु नैमित्तिकद्रवत्वमेव सुवर्णे आगच्छति. यदा अग्निसंयोगः कुर्मः तदा एव सुवर्णे द्रवत्वम् आगच्छति. इदानीं सुवर्णं जलम् इति स्वीकुर्मश्चेत् नो चेत् तत्र सुवर्णे कश्चन जल अंशाः, जलीय अंशाः वर्तन्ते इति स्वीकुर्मश्चेत् तत्र स्वाभाविकेन द्रवत्वं भवेत्. किन्तु तत्र स्वाभाविकजल द्रवत्वं नास्ति, नैमित्तिकजलत्वमेव अस्ति. इत्यतः इदानीं तत्र जलत्वम् इति न वक्तुं शक्यते. जलत्व अनुपपत्तेः जलत्वम् इति वदामश्चेत् तत्र दोषः भवति. अतः जलत्वमपि न भवितुमर्हति, पार्थिवत्वमपि न भवितुमर्हति इति कृत्वा रूपवत्तया वायुवादिषु अनन्तर्भावात्. इदानीं तत्र वायुवादिषु इति तत्र वायु, आकाशः, दिक्, काल, आत्म, मनांसि इति षड् द्रव्याणि सन्ति. तेषु इदानीं तत्र सुवर्णं न अन्तर्भवितुमर्हति. किमर्थं? तत्र रूपवत्तया, रूपवत् सुवर्णं रूपवत् अस्ति. रूपवत् इत्युक्ते सुवर्णे पीतरूपत्वम् अस्ति इति कृत्वा सुवर्णं रूपवत् पीतरूपवत् अस्ति. तेन कारणेन तया तत्र वायुवादिषु सुवर्णं न अन्तर्भवितुम् अर्हति. इत्यतः तैजसत्वसिद्धिः इति उक्तम्. इदानीं कथं वा सुवर्णं तैजसम् इति चेत् तत्र पार्थिव द्रव्येषु न अन्तर्भवितुम् अर्हति. किमर्थं? तत्र अत्यन्त अनलसंयोगे सति द्रवत्वनाश अदर्शनात् इत्यतः पार्थिवद्रव्येषु सुवर्णं न भवितुमर्हति. पुनः नैमित्तिकद्रवत्वम् एव सुवर्णे दृश्यते, न तु स्वाभाविकद्रवत्वम् इत्यतः जले सुवर्णं न अन्तर्भवितुमर्हति. पुनः सुवर्णे रूपवत्त्वमस्ति, किन्तु वायुवादिषु षड् द्रव्येषु रूपवत्त्वं नास्ति इत्यतः तत्रापि न अन्तर्भवितुम् अर्हति. इत्यतः तत्र अवशिष्टं किं? तेजः एव इति कृत्वा तत्र सुवर्णं तैजसम् इति स्वीकृतं. तत्र सुवर्णे तैजसत्वसिद्धिः भवति. इदानीं तत्र नवद्रव्यं विहाय अन्यत् किमपि द्रव्यं नास्ति इत्यतः तत्र अपि च द्रवत्वनाशप्रतिबन्धकं किमपि अस्ति इति कृत्वा तत्र तैजसि तद्योजितम् इति अस्ति. तस्य उष्णस्पर्शभास्वररूपयोः इदानीं तत्र अस्माकं मनसि प्रश्नः भवितुमर्हति. इदानीं तत्र तेजसः लक्षणं किमुक्तम्? उष्णस्पर्शवत् तेजः इति उक्तं किल. इदानीं तत्र सुवर्णखण्डम् अस्माकं पुरतः अस्ति, तत् स्वीकुर्मश्चेत् तत्र उष्णस्पर्शत्वं न भवति. असाधारणधर्मः नास्ति, तेजसः असाधारणधर्मः सुवर्णे नास्ति. अतः कथं वा एतत् तैजसम् इति अङ्गीकर्तुं शक्यते? एतावत्पर्यन्तं यद्भवता उक्तं तद् सत्यमेव, किन्तु तैजसः लक्षणं किम्? उष्णस्पर्शवत्वमेव तेजसः लक्षणम्. इत्यतः सामान्यरीत्या यत् सुवर्णं लभ्यते तत्र तस्मिन् सुवर्णे उष्णस्पर्शवत्वं नास्ति. तत्र अनलसंयोगे सति एव तत्र उष्णस्पर्शवत्वं भवति. अतः यद् उष्णस्पर्शवत्वं सुवर्णे जायते तत् नैमित्तिकमस्ति, न तु स्वाभाविकं. किन्तु तेजः अस्ति चेत् तत्र स्वाभाविकत्वेन तस्मिन् उष्णस्पर्शवत्वं भवेत्, तदेव असाधारणधर्मः इति कृत्वा कथं वा सुवर्णस्य तैजसरूपं तैजसम् इति स्वीकर्तुं शक्यते इति प्रश्नः उदेति. तस्मिन् विषये किञ्चित् वदति अत्र. तस्य सुवर्णस्य उष्णस्पर्शभास्वररूपयोः, तत्र सुवर्णे उष्णस्पर्शवत्वमपि नास्ति, भास्वररूपमपि नास्ति, तत्र पीतरूपमेव अस्ति, इति द्वयमपि नास्ति. तत्र असाधारणधर्मद्वयमस्ति तेजसः. एकं तु उष्णस्पर्शम् उष्णस्पर्शवत्वं, द्वितीयं तु भास्वररूपवत्वं. द्वयमपि सुवर्णे नास्ति इत्यतः कथं वा सुवर्णस्य तैजस अङ्गीकारः इति पृष्टे सति इदानीं सिद्धान्ति वदति उष्णस्पर्शभास्वररूपयोः अनयोः उपष्टम्बक उपष्टम्बकम् उपष्टम्बकम् इत्युक्ते उपष्टम्बकम् इत्युक्ते तत्र नैकट्यम् इति अस्ति. उपष्टम्बकम् इत्युक्ते तत्र नैकट्यम् अस्ति. नैकट्यम् इत्युक्ते डिफिकल्टि. हा नैपि तत्र नैकट्यम् अस्ति. कस्मिन् विषये नैकट्यं? तत्र उष्णस्पर्श अपि च भास्वररूपयोः प्रदर्शनं, तस्मिन् विषये नैकट्यम् अस्ति. किमर्थं तत्र नैकट्यम् अस्ति इत्युक्ते उपष्टम्बकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्ध अनुपलब्धिः. इदानीं अस्माभिः किमुक्तं? तत्र सुवर्णे केवलं तेजस अंशाः एव सन्ति इति अस्माभिः न उक्तं. तेजस अंशाः अपि सन्ति, तत्र पार्थिव अंशाः अपि सन्ति. इदानीं तत्र पार्थिव अंशाः सन्ति इति कृत्वा ते किं कुर्वन्ति, पार्थिव अंशाः किं कुर्वन्ति? तत्र उष्णस्पर्शवत्वम् अपि च भास्वररूपवत्वयोः प्रतिबन्धकं भवति इत्यतः तन्न दृश्यते. नो चेत् तद्दृश्यति. साक्षात् अग्नौ तत्र उष्णस्पर्शवत्वम् अपि अस्ति, अस्माभिः अनुभूयते, अपि च भास्वररूपमपि अस्ति, तदपि अस्माभिः अनुभूयते, किन्तु सुवर्णे न अनुभूयते. किमर्थम् इत्युक्ते सुवर्णे केवलं तेजसांशाः नास्ति, किन्तु तत्र पार्थिवांशाः अपि सन्ति इति कृत्वा पार्थिव अंशाः किं कुर्वन्ति? तत्र उष्णस्पर्शवत्वम् अपि च भास्वररूपवत्वम् अनयोः उपष्टम्बकं कार्यति पार्थिवांशाः. इत्यनेन तत्र असाधारणधर्मः न अनुभूयते इति नैयायिकाः वदति. तस्मात् सुवर्णं तेजसमिति सिद्धम् इति ते तादृशं ते साधयन्ति. महोदय, हा वदतु भगिनि. उपष्टम्बक तत्पदस्य अर्थः पुनः वदतु. नैकट्यम् इति, नैकट्यम् इत्युक्ते डिफिकल्टि. तत्र उदाहरणम् उदाहरणमहं वदामि. इदानीं चषकम् इति जानाति वा? स्फटिकं, तत्र चषकम् इत्युक्ते ग्लास्. हा तत्र चषकं पार्थिवद्रव्यमेव किल, किन्तु तत्र रूपं न दृश्यते. चषकं ग्लास् रूपं न दृश्यते तस्मिन्, तत्र नीरूपमिव अस्ति, किन्तु यदा तस्मिन् रक्तपुष्पं स्थापयामश्चेत् तत्र रूपम् अपि च तस्य आकारं दृश्यते. नो चेत् एवमेव स्थापयामश्चेत् तत्र अभास्वररूपमिव एव रूपमस्ति तस्मिन्. किन्तु चषकं पार्थिवद्रव्यम् इति अस्माभिः अङ्गीक्रियते. तथा किमर्थं तत्र किमपि रूपं नास्ति, अभास्वररूपमेव दृश्यते इति चेत् तत्र किमपि वैशिष्ट्यम् अस्ति. अनेन तत्र रूपस्य उपष्टम्बकं जातं, नैकट्यं जातम्, उपष्टम्बकं जातम् इत्युक्ते अनुभवस्य नैकट्यं जातम् इत्यतः तत्र चषकः एतादृशमेव अस्ति, अभास्वररूपम् एव विद्यते तस्मिन्। किन्तु यदा तस्मिन् रक्तपुष्पं वा रक्तपटं वा अन्यत् किमपि यस्मिन् रूपः अस्ति रूपमस्ति तत् स्थापयामश्चेत् तद् दृश्यते, यथा स्फटिकं तथा अत्रापि एवमेव सूक्ष्मस्पर्शवत्वं भास्वरशुक्लत्वं तत्र अभिभूतः, अभिभूतः इत्युक्ते ओवर्कम् सप्रेस्ड् इत्यर्थः, अभिभूतः अस्ति सुवर्णे उष्णस्पर्शवत्वम् अपि च भास्वरशुक्लरूपत्वम् अभिभूतः अस्ति, सब्ड्यूड् अस्ति। किमर्थम् अभिभूतः इत्युक्ते सुवर्णे तत्र पार्थिव अंशाः अपि सन्ति किल, ते किं कुर्वन्ति तत्र अभिभूतं कृत्वा उष्णस्पर्शवत्वम् अपि च भास्वरशुक्लरूपत्वम् अभिभूतं कृत्वा तत्र पीतरूपत्वं प्रदर्शयति इत्यतः तत्र न विद्यते इति ते वदन्ति। अवगच्छामि, धन्यवादः। हा, अन्येषां किमपि प्रश्नः अस्ति वा? अत्र इदानीं तत्र यद्यपि एतादृशम् उक्तं तथापि तत्र मतभेदाः वर्तन्ते एव, नो चेत् तत्र पृच्छन्ति ते इदानीं तत्र तेजसः असाधारणधर्मं किम् इत्युक्ते उष्णस्पर्शवत्वं भास्वररूपवत्वम् इत्येव तेजसः लक्षणं, तदेव असाधारणधर्मः इति उक्त्वा तद् अभिभूतः सुवर्णे इति कथं वा, यदा कदापि तस्य अनुभवः न भवति इति कथं वा वक्तुं शक्यते इति प्रश्नः, इति प्रश्नः भवत्येव। पुनः अन्यः प्रश्नः अपि अन्येषाम् अन्यैः क्रियते, तत् किम् इत्युक्ते इदानीं तत्र सुवर्णे पार्थिव अंशाः सन्ति अपि च तैजस अंशाः सन्ति इति अस्माभिः उक्तं किल, तत्र पार्थिव अंशाः अपि द्रव्यं तैजस अंशाः अपि द्रव्यम् इति चेत् द्रव्ययोः मध्ये कीदृशसम्बन्धः भवितुमर्हति, कोऽपि वदति वा? संयोगसम्बन्धः एव भवितुमर्हति। संयोगसम्बन्धस्य असाधारणधर्मम् इत्युक्ते अनित्यत्वम् एव संयोगसम्बन्धस्य असाधारणधर्मम्। संयोगसम्बन्धः यदा कदापि नित्यत्वेन न भवति, अनित्यत्वम् एव संयोगसम्बन्धस्य असाधारणधर्मम्। इदानीं भूतले घटः अस्ति इति वदामश्चेत् तत्र भूतलघटयोः मध्ये संयोगसम्बन्धः अस्ति इत्यतः एव तत्र अग्रिमकाले तत्र पृथक् कर्तुं शक्यते अनयोः, नो चेत् सर्वदा घटः भूतले एव स्यात्। किन्तु घटः कपाले वर्तते इति वदामश्चेत् तत्र समवायसम्बन्धेन अस्ति इति कृत्वा घटकपालयोः तत्र यावत्पर्यन्तं घटः अस्ति तावत्पर्यन्तं कपाले एव तत् स्यात्, सः स्यात्, अन्यत्र यत्र कुत्रापि न भवितुमर्हति। किमर्थमित्युक्ते समवायसम्बन्धः नित्यः इत्यतः, इति कारणात् इदानीं तत्र पार्थिवद्रव्यं पार्थिवांशाः तेजस अंशाः द्वयमपि मिलित्वा सुवर्णे अस्ति इति कृत्वा, किन्तु इदानीं तत्र अस्माभिः किम् अनुभूयते तत्र तयोः मध्ये नित्यत्वमेव अनुभूयते किल, यदा कदापि इदानीं तत्र पृथक् कर्तुं शक्यते वा तैजसांशाः भिन्नरीत्या अपि च पार्थिवांशाः सुवर्णात् पृथक् कर्तुं शक्यते वा? यदा कदापि न कर्तुं शक्यते किल, अतः अन्ये वदन्ति अत्र एतादृशं वदति चेत् तद्दोषाय सुवर्णं तैजसं नास्ति इति ते वदन्ति। किन्तु यद् यया रीत्या नैयायिकाः सुवर्णं तैजसम् इति निरूपितवन्तः तस्य तस्मिन् विषये दोषः कस्यापि न वक्तुं शक्यते. तेषां चिन्तनं सम्यक् एव तत्र इत्यतः तत्र सुवर्णं तैजसम् इति अपि वक्तुं शक्यते. तत्र प्रश्नाः भवत्येव इति तावत्पर्यन्तम् अवगच्छामश्चेत् पर्याप्तं भवति. अत्र कीदृशं तेषां चिन्तनं गभीररीत्या तेषां चिन्तनं भवति इति उपस्थापनार्थम् एतत् करपत्रं कृतं. तदेव अत्र वैशिष्ट्यम् अस्ति. तावत्पर्यन्तम् अस्माकं बोधः जायते चेत् महोदय क्षम्यतां, सुवर्णं तेजस् इति साक्षात् लक्षणं न दीयते किल, प्रोसेस् आफ् एलिमिनेशन् द्वारा स्थापितं कृतं सत्यं सुवर्णं तेजस् सत्यम्. अतः एव प्रश्नाः शिष्यन्ते तत्र. एवं किन्तु हा वदतु भगिनि. विपरीतरीत्यापि वक्तुं शक्नुमः सुवर्णः पार्थिवपदार्थः अस्ति किन्तु द्रवत्वस्य कृते किञ्चित् प्रतिबन्धम् अस्ति, कश्चन प्रतिबन्धः अस्ति, अतः द्रवत्वस्य नाशः न भवति. यथा अत्र दत्तमस्ति उष्णस्पर्शस्य एवं भासरूपयोः रूपस्य प्रतिबन्धकम् अस्ति पार्थिव पदार्थं तेजसि एवम् सुवर्णे. एवमेव विपरीतरीत्यापि वक्तुं शक्नुमः द्रवत्वस्य नाशस्य प्रतिबन्धकम् अस्ति किन्तु सुवर्णः पार्थिवः एव अस्ति. नो, इदानीं तत्र तादृशं वदामश्चेत् तत्रैव प्रश्नः. इदानीं तत्र किमपि प्रतिबन्धकरूपेण किमपि केऽपि अंशाः सन्ति सुवर्णे, येन कारणेन तत्र द्रवत्वस्य नाशः न भवति. इदानीं ते अंशाः द्रव्येषु कुत्र स्थापयितुं शक्यते? पार्थिवद्रव्येषु न स्थापयितुं शक्यते. पार्थिवद्रव्याणां द्रवत्वनाशः अत्यन्त अनलसंयोगे सति द्रवत्वनाशः भवति इत्यतः जले न स्थापयितुं शक्यते. जले तु स्वाभाविकद्रवत्वमस्ति. वायुवादिषु न स्थापयितुं शक्यते. किमर्थमित्युक्ते तत्र वायुवादिषु रूपवत्वम् अस्ति, रूपवत्वं नास्ति. अतः तेजः एव अवशिष्यते इत्यतः तत्र तेजः एव तत्र यः ये अंशाः प्रतिबन्धत्वेन कार्यं करोति ते तेजः तेजसु एव भवितुमर्हति किल. अन्यत्र यत्र कृते यत्र कुत्रापि न स्थापयितुं शक्यते. अवगच्छामि तत् सर्वं. अतः तत्र तैजस्य तैजसांशाः अस्ति इति स्वीकर्तव्यं भवति. तत्र निश्चयेन वक्तव्यं तत्र अंशाः तु अस्ति, प्रतिबन्धकं तु अस्ति, किन्तु कस्मिन् गणे तत् अन्तर्भूतं भवति इत्यस्मिन् चिन्तनं कारयेत् अस्माभिः. तत्र उत्तरत्वेन तेजः एव लभ्यते, अन्यत् किमपि न भवितुमर्हति इति. अस्तु महोदय. अस्तु महोदय. मुरळी महोदय वदतु. तत्र सुवर्णं तैजसं तत्वाक्ये उष्णस्पर्शं भास्वरूपम् इति तैजसस्य गुणं तैजसपदा तेजसः गुणं तेजसः गुणं सुवर्णं तैजसं यत्र भास्वं सुवर्णे भास्वं भासितं तथापि स्वाभाविक उष्णं नास्ति इति चेत् आम् स्वाभाविक तदेव प्रश्नः. स्वाभाविक उष्णः न दृश्यते, असाधारणधर्मः तेजसः असाधारणधर्मः न दृश्यते, अतः कथं वा सुवर्णस्य तैजस अङ्गीकारः इति पृच्छति। तदेव मम प्रश्नः। तत् प्रश्नः अस्ति एव इदानीमपि, तस्य तदेव तस्य प्रश्नस्य उत्तरत्वेन किम् उक्तम्? उपष्टम्बकम् अभवत्, उपष्टम्बकम् अभवत्, तत्र तस्य प्रतिबन्धकम् उष्णस्पर्श। इदानीं सिद्धान्ती वदति सुवर्णे उष्णस्पर्शवत्वम् अस्ति किन्तु अस्माभिः न अनुभूयते, किमर्थं? तत्र पार्थिव अंशाः सन्ति, ते प्रतिबन्धकरूपेण कार्यं करोति इति ते वदन्ति। ओहो, इति तदेव तेषाम् उत्तरम् अस्ति, अतः नानुभूयते इति ते वदन्ति। असाधारणधर्मस्तु अस्ति किन्तु अस्माभिः न अनुभूयते। किमर्थं न अनुभूयते इति चेत् तत्र पार्थिवद्रव्याणां मिश्रणम् अस्ति सुवर्णे, इत्यतः ते प्रतिबन्धकत्वेन कार्यं करोति, कार्यं कुर्वन्ति इति। अस्तु, धन्यवादः। हा, इदानीं किञ्चित् समयः अवशिष्यते, अतः वयं किं कुर्मः, तत्र द्विचत्वारिंशत्तमपुटे। हा, वदतु महोदय। नैयायिकाः वदन्ति सुवर्णं तैजसद्रव्यम् इति, आं महोदय? आम्। किन्तु पार्थिव लक्षणमपि अस्ति तत्र। सत्यं, किन्तु इदानीं तत्र नैयायिकाः सुवर्णं तैजसम् इति वदन्ति किन्तु केवलं सुवर्णे केवलं तैजस अंशाः एव सन्ति इति न वदन्ति। सुवर्णे तैजस अंशाः अपि सन्ति, पार्थिव अंशाः अपि सन्ति, सुवर्ण तैजसांशाः इत्यनेन एव तस्य अत्यन्त अनलसंयोगे सति द्रवत्वस्य नाशः न दृश्यते, इत्यतः तत्र सुवर्णे तैजसांशाः सन्ति इति स्वीकर्तव्यम् इति ते वदन्ति महोदय। पार्थिवद्रव्यम् एतत् तैजसद्रव्यम्? क्षम्यतां महोदय, पुनः वदतु। नैयायिकाः वर्गीकरणं कुर्वन्ति किम्? एतत् पार्थिवद्रव्यम्, एतत् तैजसद्रव्यम्, एतत् जलद्रव्यम् इति? आम्, तत्रैव अत्र पश्यतु, इदानीं तत्र द्विचत्वारिंशततमपुटे सर्वे गच्छन्तु। अत्र उष्णस्पर्शवत् तेजः इति अस्ति किल, तत्र अन्तिमवाक्यमस्ति विषयश्चतुर्विधः इति। तेजसः विषयः तत्र चातुर्विध्यम् अस्ति, भौमादि भौम दिव्य औदर्य उदर्य आकर च भेदात्, भौमं वन्यादिकम्, अभिन्दनं दिव्यं विद्युदादि, भुक्तस्य परिणामहेतुः उदर्यम्, आकरजं सुवर्णादि इति, तादृशं ते विभजनं कुर्वन्ति महोदय। वदतु महोदय, भानुचैतन्य महोदय। हा, अहं तदेव चिन्तयामि, एतत् पार्थिवद्रव्यम् अस्ति चेत् तैजसद्रव्यं न, तैजसद्रव्यम् अस्ति चेत् पार्थिवद्रव्यं न इति। द्वयोः अस्ति चेत् सर्वे द्रव्याणि पञ्चभूतानि भवितुम् अर्हते। आम्, इदानीं तत्र नियमितरूपेण वदामश्चेत् तत्र सुवर्णं सुवर्णे, नो चेत् तत्र येषु द्रव्येषु केवलं तैजसांशाः सन्ति ते एव तत्र विषयत्वेन स्वीकर्तुं शक्यते इति भवतः पक्षः अस्ति चेत् तादृशपक्षः पक्षः नैयायिकानां मते नास्ति, तादृशं तेन न चिन्तयन्ति। इदानीं तत्र सुवर्णे यद्यपि पार्थिव अंशाः सन्ति इति ते अङ्गीकुर्वन्ति, तथापि तत्र तैजस अंशाः अपि सन्ति इति अङ्गीकर्तव्यम् द्रवत्वनाश अदर्शनात् इति हेतु, अतः तत्र आकरजं सुवर्णादि इति ते तैः दत्तम्। अवगच्छति किल? तेजसः मुख्यांशः इति कारणेन, हा तत्र मुख्य इति अपि न वा, इत्यपि प्रायः वक्तुं शक्यते वा न वा इति। मुख्यमस्ति चेत् तत्र मुख्यमित्युक्ते प्राधान्यम् इति स्वीकुर्मश्चेत् तत्र उष्णस्पर्श स्पर्शवत्वम् अपि च भास्वर शुक्लरूपत्वं तत्सर्वं तत्सर्वम् अनुभूयते किल? महोदय किन्तु तत्र अतः मुख्यरूपेण वा नो चेत् प्राधान्यरूपेण वा तस्मिन् विषये कियत् तत्र 20% वा 50% वा इति तादृशं किमपि न उक्तम्। तत्र तत्र द्रवत्वनाशः न भवति, अत्यन्त अनलसंयोगे सति सुवर्णे विद्यमानद्रवत्वनाश नाशः न भवति इत्यतः तत्र किमपि तैजसांशाः अस्ति इति अङ्गीकर्तव्यं भवति। हा इति इति इति तावदेव ते वदन्ति। अस्तु, इदानीं किञ्चित् इव पठामः। तत्र रूपरहितस्पर्शवान् वायुः अस्ति इति किल, तत्र शिवराम महोदय पठति वा? शिवराम महोदय, हा पठतु। कुतः? द्वा चत्वारिंशत् समपुटे रूपरहितस्पर्शवान् वायुः इति अस्ति किल? आम् आम्, रूपरहित स्पर्शवान् वायुः सः विविधः नित्यः अनित्यश्च, नित्यः परमाणुरूपः, अनित्यः कार्यरूपः, पुनः त्रिविधः शरीर इन्द्रिय विषयभेदात्। शरीरं वायुलोके, इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति, विषयः वृक्षादिककम्पनहेतुः, शरीरान्तसञ्चारी वायुः प्राणः, स च एक अपि उपाधिभेदात् प्राण अपानादि संज्ञां लभते। तर्हि रूपरहितस्पर्शवान् वायुः, वायुः लक्षणमस्ति तस्य रूपरहितस्पर्शवान् इति तस्य लक्षणम्। श्रूयते वा? हा श्रूयते, श्रूयते, वदतु महोदय। अत्र अस्मिन् लक्षणे इदानीं तत्र अस्मिन् लक्षणे किं वैशिष्ट्यम् अस्ति इदानीं तत्र आपः लक्षणं पश्यामश्चेत् शीतस्पर्शवत्वम् आपः लक्षणम्, उष्णस्पर्शवत्वं तेजः लक्षणं, गन्धवत्वं पृथिव्याः लक्षणम् इति अस्माभिः दृष्टं। किन्तु अत्र रूपरहितस्पर्शवान् रूपरहितस्पर्शवत्वं वायोः लक्षणम्, अत्र वैशिष्ट्यं किमपि किमिति वक्तुं शक्यते वा? न अवगतं महोदय, वैशिष्ट्यं नाम रूपरहितस्पर्शवान्। हा अत्र दलद्वयम् अस्ति, रूपरहितत्वम् अपि च स्पर्शवत्वं, इति रूपदलद्वयमस्ति। किन्तु तत्र पूर्वस्मिन् इदानीं यावत्पर्यन्तम् अस्माभिः अधीतं पृथिवीत्वम् इति एकमेव दलं, पृथिवीत्वं सारि क्षम्यतां गन्धवत्वं पृथिव्याः लक्षणम् इति एकमेव दलं, शीतस्पर्शवत्वम् एव आपः लक्षणम्, उष्णस्पर्शवत्वम् एव तेजसः लक्षणम्। किन्तु इदानीं रूपरहितत्वम् अपि च स्पर्शवत्वं द्वयमपि वायोः लक्षणं मिलित्वा इति अत्र वैशिष्ट्यमस्ति। स्पर्शमस्ति किन्तु रूपरहितस्पर्श, हा रूपरहितत्वम् अपि च स्पर्शवत्वं इति लक्षणद्वयमस्ति. हा वायुः किं रूपमस्ति? स्पर्शमस्ति. रूपं रूपं नास्ति. रूपं रूपरहितं किमर्थं चेत् वायादौ रूपरहितं. सत्यं तदेव किल. इदानीं तत्र रूपरहितत्वम् अपि च स्पर्शत्वम् इति लक्षणद्वयमस्ति वायौ इति अत्र वैशिष्ट्यमस्ति. अग्रे वदतु महोदय. सः द्विविधः, नित्यः अनित्यश्च. नित्यः तथा अनित्यः द्विविधरूपं तस्य वर्तते. नित्यः परमाणुरूपः, अनित्यः कार्यरूपः. परमाणुरूपः नित्यः अस्ति, गणुकतः यत् रूपम् अस्ति तत् कार्यरूपं, तत् रूपम् अनित्यमस्ति. पुनः त्रिविधः, पुनः तस्य त्रयभागाः वर्तते. शरीर इन्द्रिय विषयभेदात्, शरीर इन्द्रिय तथा विषयभेदात् पुनः त्रिविध तस्य भागाः वर्तते. शरीरं वायुलोके, शरीरं वायुलोके दृश्यते. इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति. स्पर्शग्राहकत्वम् अस्माकं त्वक् इन्द्रियमस्ति. तत् त्वक् इन्द्रियं वायोः स्पर्शं कारयति. रूपरहितस्पर्शं वायोः, तत् त्वक् शरी त्वक् इन्द्रियेण तस्य ज्ञानं भवति. विषयः वृक्षादिककम्पनहेतुः, वृक्षादिकम्पनहेतुः. हा वृक्षादि, हा वृक्षादिक ह्रस्व अस्ति वृक्षादि वृक्षा हा वृक्षादिकम्पनहेतुः वृक्षादि पदार्थानां पदार्थेषु यत् कम्पन दृश्यते तत् कम्पनेन वायोः विषयः तत्र दृश्यते. तत्र कम्पनस्य हेतुः भवति वायुः. वायुः कम्पनहेतुः, कम्पनं दृश्यते चेत् तत् कम्पनहेतुः वायुः अस्ति. हा किमर्थं वृक्षः कम्पनं करोति इति चेत् तत्र वायुः एव हेतुः. शरीर आन्तसञ्चारी वायुः प्राणः. अस्माकं शरीरे अपि अन्तःसञ्चारी प्राणरूपेण वायुः अस्ति सर्वेषां शरीरे. स च एकः अपि उपाधिभेदात् प्राणापानादिसंज्ञां लभते. स च एकः अपि उपाधिभेदात् प्राण सः अस्माकं शरीरे यः वायुः अस्ति सः वायुः उपाधिभेदात् नाम तस्य स्थानभेदात् प्राण अपान उदान समान इत्यादि तस्य वायोः संज्ञा अपि लभते अस्माकं शरीरे स्थानभेदात्. सम्यक्. तत्र उपाधि इत्युक्ते स्थानमेव, देशः इति. इदानीं तत्र अस्माकं शरीरे पञ्चप्राणाः सन्ति. प्राण अपान ध्यान उदान समान इति पञ्चप्राणाः सन्ति. किन्तु तत्र सत्यं सत्यं तत्र एकः एव प्राणः, किन्तु तत्र यत्र लभ्यते तद् आधारीकृत्य तस्य संज्ञा भेदः भवति इति उक्तमस्ति. अस्तु, समयः जातः. अग्रिमसप्ताहे इतोपि अग्रे सरेम. सर्वेषां धन्यवादः. धन्यवादः.